पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 40 वेन उवाच नित्यदानफलं देवत्वत्तः पूर्वं मया श्रुतं नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलं तत्फलं मे समाचक्ष्व त्वत्प्रसादात् प्रयत्नदः महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते विष्णुरुवाच नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम महापर्वणि सम्प्राप्ते येन दानानि श्रद्धया सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु गजं रथं प्रदत्तेयो ह्यश्वं चापि नृपोत्तम स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः जायते हि महाराज मत्प्रसादान्न संशयः राजा भवति धर्मात्मा ज्ञानवान् बलवान् सुधीः अजेयः सर्वभूतानां महातेजाः प्रजायते महापर्वणि सम्प्राप्ते भूमिदानं ददाति यः गोदानं वा महाराज सर्वभोगपदिर्भवेद् ब्राह्मणाय सुपुण्याय दानं दद्यात् प्रयत्नदः महादानानि यो दद्यात् तीर्थे पर्वणि पात्रविद तेषां चिह्नं प्रवक्ष्यामि भूपदित्वं प्रजायते तीर्थे पर्वणि सम्प्राप्ते गुप्तदानं ददाति यः निधीनामाशु सम्प्राप्तिरक्षरा परिजायते महापर्वणि सम्प्राप्ते तीर्थे शुब्राह्मणाय च सुचैलं च महादानं काञ्चनेन समन्वितं पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते जायन्ते बहवः पुत्राः सुगुणा वेदपारगाः आयुष्मन्तः प्रजावन्तो यशः पुण्यसमन्विताः विपुलाश्चैव जायन्ते स्पीदा लक्ष्मीर्महामदे सौख्यं च लभते पुण्यं धर्मवान् परिजायते महापर्वणि सम्प्राप्ते तीर्थे गत्वा प्रयत्नदः कपिलां काञ्चनीं दद्याद्ब्राह्मणाय महात्मने तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामते कपिलादो महाराज सर्वसौख्यान् प्रभुं जदि यावद्ब्रह्मा प्रजीवेत् स तावत्तिष्ठति तत्र सः महापर्वणि सम्प्राप्ते अलङ्कृत्य च गां तदा काञ्चनेनापि संयुक्तां वस्त्रालङ्कारभूषणैः तस्य दानस्य राजेन्द्रफलभोगं वदाम्यहम् विपुला जायते लक्ष्मीर्दानभोगसमाकुला सर्वविद्यापदिर्भूत्वा विष्णुभक्तो भवेत् किल विष्णुलोके वस्येन्मर्त्यो यावत्तिष्ठति मेदिनि तीर्थं गत्वा दु यो दद्याद्ब्राह्मणाय विभूषणं भुक्त्वा दु विपुलान् भोगानिन्द्रेण क्रीडते सः महापर्वणि सम्प्राप्ते वस्त्रं च द्विजपुङ्गवे दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः मोदते स तु वैकुण्ठे विष्णुतुल्यपराक्रमः सवस्त्रं काञ्चनं दत्त्वा द्विजाय परिशान्तये स्वेच्छया अग्निसदृशो वैकुण्ठे स वसेत्सुखी सुवर्णस्य सुकुम्भं च हृदेन परिपूरयेत् पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलङ्कृतम् पुष्पमालान्वितं कुर्यात् ब्रह्मसूत्रेण शोभितं प्रतिष्ठितं वेदमन्त्रैस्तं सम्पूज्य महामदे उपचारैः पवित्रैश्च षोडशैः परिपूजयेत् स्वलङ्कृत्य ततो दद्यात् ब्राह्मणाय महात्मने षोडशैव ततो गावसवस्त्राः कांस्यदोहनाः कुम्भयुक्ताश्च चत्वारो दक्षिणां च सकाञ्चनां तथा द्वादशका गावो वस्त्रालङ्कारभूषणाः पृथग्भूताय विप्राय दातव्या नात्र संशयः एवमादीनि दानानि अन्यानि नृपनन्दन तीर्थकालं सुसम्प्राप्य विप्रावसधमेव च श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेद् विष्णुरुवाच विष्णुमुद्दिश्य यद्दानं कामानापरिकल्पितं तस्य दानस्य भावेन भावना परिभावितः तादृग्फलं समश्नादि मानुषो नात्र संशयः अभ्युदयं प्रवक्ष्यामि यज्ञादिषु प्रवर्तते तेन दानेन तस्यापि श्रद्धया च द्विजोत्तमा प्रज्ञावृद्धिं समाप्नोति न च दुःखं प्रविन्दति भोगान् भुनक्तिधर्मात्मा जीवमानस्तु साम्प्रतम् ऐन्द्रांस्तु भुङ्क्ते भोगान् स दादा दिव्यां गतिं गदः स्वकुलं नयदे स्वर्गं कल्पानां च सहस्रकम् एवमाभ्युदयं प्रोक्तं प्राप्तं तेषु वदाम्यहं कायस्य च क्षयं ज्ञात्वा जरया परिपीडितः दानं तेन प्रदातव्यमाशां कस्य न कारयेत् मृते च मयि मे पुत्रा अन्ये स्वजनबान्धवाः कथमेदे भविष्यन्ति मां विना सुहृदो मम तेषां मोहात् प्रमुग्धो वै न ददाति स किञ्चन मृत्युं प्रयाति मोहात्मा रुदन्ति मित्रबान्धवाः दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः सङ्कल्पयन्ति दानानि मोक्षं वै चिन्तयन्ति च तस्मिन्मृदे महाराज मायामोहे गदे सति विस्मरन्ति जदानानि लोभात्मानो ददन्ति न योऽसौ मृदो महाराज यमपन्थं सुदुःखितः तृषाक्षुधा समाक्रान्तो बहु दुःखैः प्रपीडितः तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम संसारे नास्ति खक्कस्य तस्माद्दानं प्रदीयते ज्ञानपदा प्रदातव्यं स्वयमेव न संशयः अन्नं पानं च ताम्बूलमुदकं काञ्चनं तथा युग्मं वस्त्रं च छत्रं च स्वयमेव न संशयः जलपात्राण्यनेकानि सोदकानि नृपोत्तम वाहनानि विचित्राणि यानान्येव महामदे नानागन्धान् च कर्पूरं यमपन्थ सुखप्रदे उपानहौ प्रदातव्ये यदि चेद्विपुलं सुखं यदैर्दानैर्महाराज यमपन्थं सुखेन वै प्रयाति मानवो राजन्यमदूतैरलङ्कृतम् इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेणोपाख्याने चत्वारिंशोऽध्यायः ॐ